सर्वेषां गीतासोपानं वर्गं प्रति स्वागतम्। आरम्भे एकं सुभाषितं शृणुमः। भगिनी कृपया श्रावयतु। आम्। विद्यानामनरस्य रूपमधिकं प्रच्छन्नगुप्तं धनम् विद्याभोगकरी यशःसुखकरी विद्या गुरूणां गुरुः विद्या बन्धुजनो विदेशगमने विद्या परा देवता विद्या राजसुपूज्यते न तु धनम् विद्या विहीनः पशुः। उत्तमं भगिनि, धन्यवादः। उत्तमरीत्या गीतवती, धन्यवादः भगिनि, श्रावितवती, धन्यवादः। नमस्ते भगिनि। लता भगिनी नमस्ते। एतावत्पर्यन्तं वयं लोट्लकारसम्बद्ध अभ्यासान् वयं कृतवन्तः। लोट्लकारः इति विषयः समाप्यमानमस्ति, विषयः समाप्यमानः अस्ति। यदि सः विषयः समाप्यते चेत् अद्य वयं सङ्ख्यानाम् अध्ययनम् आरम्भं कुर्मः। अत्र 75 पुटे, पेज् 57 इत्यस्मिन् पुटे, तत्र 13 अभ्यासः आरब्धः, किन्तु तम् अभ्यासं वयं न समापितवन्तः। इत्युक्ते अत्र सः अभ्यासः न समापितः। 13 अभ्यासे अवशिष्टभागः अस्ति। इत्युक्ते अवशिष्टभागः इत्युक्ते दशमवाक्यपर्यन्तं वयं समापितवन्तः। 11 आरभ्य अवशिष्टभागम् अद्य कुर्मः। अपि च अस्माकं पार्श्वे कथाद्वयम् अस्ति, इत्युक्ते बहु लघ्वी कथा एव, तत्र द्वे कथे सह, तत्र कथाद्वयं वयं पठित्वा व्याकरण अंशान् परिशीलयामः। तत्र कथायां नूतनाः विषयाः सन्ति चेत् नूतनविषयाणां चिन्तनम् अपि कुर्मः। वयं सर्वे जिज्ञासवः खलु, अत्र व्याकरणसम्बद्धविषयान् इतोपि अवगन्तुं प्रयत्नं कुर्मः। अत्र एकं नूतनं वयं सर्वे जानीमः एव, किन्तु व्याकरणम् इति एकं पदमस्ति। व्याकरणम् इति पदस्य अर्थः कः, अथवा योगार्थः कः, कथं निर्मितम् इदं पदं, कोऽपि किञ्चित् वदतु, किञ्चित् वद। करणम् अस्ति वा भगिनि, वि उपसर्गपूर्वक। उत्तमम्, उत्तमं भगिनि। शोभा भगिनि इतोपि वदतु। तत्र वि योगः करणं, किन्तु इ योगः आङ्गपूर्व भवनीयं, व्या इति भवितुम् अकरणं वा? अत्र किञ्चित् अरुण भगिनी वदतु। अहं चिन्तयामि भगिनि, विपूर्वक आङ्पूर्वक करणम् इति अहं चिन्तयामि। क्रुधातु करणम् आगच्छति, वियोगः आङ्स् आङ्स् आसमन्तात् इति अर्थम् अहं मन्ये। वि इति विशेषेण विविधाः इति अर्थम् अहं मन्ये। किञ्चित् जानामि, व्याक्रियन्ते शुद्धपदानि। तदेव श्रोतुम् इच्छामि, एतावत् भवन्तः सर्वे जानन्ति इति मन्ये। अत्र वि उपसर्गपूर्वकः, आङ् उपसर्गपूर्वकः, क्रु धातुतः ल्युट् प्रत्ययस्य योजनेन व्याकरणम् इति पदं साधितं। योगार्थः तादृशरीत्या उत्पन्नः भवति। वियोगः आयोगः क्रु धातुतः ल्युट् प्रत्ययस्य योजनेन व्याकरणम्। अत्र भगिन्या उक्तमस्ति अर्थाः येन व्याक्रियन्ते तत् व्याकरणम्, अर्थाः व्युत्पाद्यन्ते तदेव व्याकरणम्। अथवा भिन्नरीत्या वक्तुमिच्छामश्चेत् साधुशब्देभ्यः असाधुशब्दानां पृथक्करणम्, इत्युक्ते साधुशब्दानां ज्ञानम् एव व्याकरणम् साधुशब्देभ्यः असाधुशब्दानां पृथक्करणम् इति व्याकरणं. व्याकरणशास्त्रस्य मुख्यप्रयोजनं तदेव. इत्युक्ते व्याकरणस्य पठनेन साधुशब्दानां ज्ञानं प्राप्यते. साधुत्वबोधकशास्त्रम् अपि च व्याकरणम् इति वेदाङ्गम् इति उच्यते. तदेव व्याकरणम् इति पदस्य अर्थः. अधुना वयं पुस्तकात् भगिनी क्षम्यता, पुनः वदतु अर्थेन यः अर्थाः अर्थाः येन व्याक्रियन्ते व्युत्पाद्यन्ते. अर्थाः व्युत्पाद्यन्ते, व्युत्पादयति तत्र णिजन्तरूपमस्ति. अपि च कर्मणि प्रयोगे पदमस्ति. व्याक्रियन्ते, व्युत्पाद्यन्ते इत्यादीनि पदानि कर्मणि बहुवचनरूपाणि सन्ति. द्वितीय विग्रहम् उत्पत्ति साधुशब्दानां असाधुशब्दानां तदनन्तरं न अवगच्छामि, न लिखितम्. इत्युक्ते साधु साधुशब्देभ्यः असाधुशब्दानाम् इत्युक्ते कानि पदानि साधुपदानि अथवा साधुशब्दाः के, असाधुशब्दाः के इत्येतेषां ज्ञानम् अस्माभिः प्राप्यते व्याकरणस्य पठनेन इति अत्र मुख्यविषयः. अथवा शब्दसाधुत्वबोधकशास्त्रं व्याकरणम् इति वक्तुं शक्यते. व्याकरणं जानीमश्चेत् साधुशब्दः कः, असाधुशब्दः कः इति अस्माभिः अवगम्यते. उत्तमम्. एकादशवाक्यात् आरभ्य अद्य वयं वाक्यानि परिशीलयामः. भगवद्गीतातः उद्धृतानि वाक्यानि अस्मिन् पुटे दत्तानि. सर्वे गीतासोपानं पुस्तकं पश्यन्तु. अत्र एकादशं वाक्यं नियतं कुरु कर्मत्वम् इति वाक्यात् आरभ्य अद्य वयं कुर्मः. शुभदा भगिनी, भवती आरम्भं करोतु. आं भगिनि, नियतं कुरु कर्मत्वं. कुरु इति कृ धातोः लोट्लकार मध्यमपुरुष एकवचन. कर्म इति कर्मन् शब्दस्य नकारान्त नपुंसकलिङ्गशब्दस्य प्रथमविभक्ति एकवचन. कर्म कर्मणि कर्माणि. अत्र अत्र विभक्तिः का? द्वितीया विभक्ति कर्मपदमस्ति, अतः द्वितीया विभक्ति अस्ति. कर्म कर्मणि कर्माणि. कर्म कर्मणि वाक्ये कर्तृपदं किं? त्वम्. अत्र अपि च कर्म नियतम् अनयोः मध्ये सम्बन्धः कः? न अवगतवती. नियतं नियतं कर्म इति पदद्वयमस्ति, तयोर्मध्ये कीदृशसम्बन्धः अस्ति? विशेषणविशेष्यसम्बन्धः अस्ति. अतः नियतं कर्म, नियतम् इति तत्कर्म विच् इस् असैन् टु यु. अत्र नियतम् इति पदमस्ति. एतावता भगवान् किं वदति अस्मिन् वाक्ये, वदतु. त्वं नियतं कर्म कुरु. नियतं कर्म इत्युक्ते भवान् त्वं कीदृशं कर्म कुरु, नियतं कर्म कुरु. नियतं कर्म इत्युक्ते किम्? तत् कर्म बै नियत्या दत्तम् अस्ति. तत् कर्म त्वं कुरु. उत्तमम्. अत्र त्वम् इति पदस्य तत्र प्रातिपदिकं किम्? युष्मद्. युष्मद्. उत्तमं भगिनि. अपि च अत्र नियत इति पदम् अहं चिन्तयामि क्ताप्रत्ययान्तरूपं. यं धातु नि उपसर्गपूर्वकः यं धातुतः कथाप्रत्ययस्य योजनेन नियत इति प्रातिपदिकं सिद्ध्यति. किन्तु अत्र अस्मिन् वाक्ये कर्म इति पदस्य विशेषणमस्ति इति कृत्वा नपुंसकलिङ्गे अस्ति, द्वितीया विभक्तौ अस्ति. आहत्य सः वदति नियतं कर्म कुरु इति वदति परमात्मा. इत्युक्ते नियमकारिणि कर्म अथवा नियमयुक्तं कर्म अथवा भवतः कृते अथवा निर्दिष्टं कर्म, यत् कर्म निर्दिष्टमस्ति तत् कर्म कुरु इति परमात्मा वदति. उत्तमम्. अग्रिमं वाक्यं मुक्तसङ्गसमाचर. मुक्तसङ्ग मुक्तसङ्गसमाचर. समाचर इति सम उपसर्गयुक्त उपसर्गपूर्वक आचर धातु. भगिनी इतोपि चिन्तयतु, सम उपसर्गपूर्वकः आ उपसर्गपूर्वकः चर धातुः. सम उपसर्गपूर्वकः आ उपसर्गपूर्वकः चर धातु. लोट् लकार मध्यम पुरुष एकवचन. सो त्वं समाचर भवति. सो मुक्तसङ्ग समाचर. मुक्तसङ्ग इति समस्तपदमस्ति इति मन्ये. मुक्तसङ्ग इति विशेषणविशेष्य वा? अत्र पश्यतु, अस्मिन् वाक्ये कति पदानि सन्ति? केवलं पदद्वयमेव अस्ति अस्मिन् वाक्ये. कर्तृपदं मुक्तसङ्गः, यथा भवत्या उक्तं मुक्तसङ्गः इति समस्तपदमस्ति. मुक्तसङ्गः इत्युक्ते मुक्तः, सङ्गः, येन सह इति विग्रहवाक्यं वक्तव्यं भवति. तस्मिन् पदे बहुव्रीहिसमासः अस्ति. मुक्तसङ्गः इत्युक्ते तस्मिन् स्थाने भिन्नं पदं योजयित्वा वदामश्चेत् त्यक्तसङ्गः इत्युक्ते अन्यस्मिन् श्लोके परमात्मा वदति सङ्गं त्यक्त्वा इति वदति. तदेव अत्रापि अर्थः अस्ति. सङ्गं त्यजतु अथवा मुक्तसङ्गः भवतु, मुक्तसङ्गः भूत्वा कर्म आचर इत्युक्ते कर्मणा सह सङ्गः मास्तु. अथवा भिन्नरीत्या वदामश्चेत् फलापेक्षां विना फलापेक्षारहितः भूत्वा कर्म करोतु, त्वं कर्म कुरु इत्युक्ते पूर्वस्मिन् वाक्ये शास्त्रोक्तं कर्म कुरु अथवा निर्दिष्टं कर्म कुरु इति वदति. अस्मिन् श्लोके इतोपि वदति मुक्तसङ्गः भूत्वा कर्म कुरु. अत्र मुक्त इति पदं किञ्चित् वदतु. मुक्त मुच् धातोः तप्रत्यन्त ल्युडन्तपदम्. क्ताप्रत्ययान्तरूपमेव मुच् धातोः रूपं. क्ताप्रत्ययान्तरूपं मुच् धातोः लट्लकाररूपं मुञ्चति अस्ति, किन्तु अत्र मुक्त इति क्तान्तरूपम् अस्ति. मुक्तसङ्गः कर्मसमाचर इति वदति. मुक्तसङ्गः भूत्वा नियतं कर्म कुरु इति वदति. शास्त्रोक्तं कर्म कुरु. अत्र मुक्तसङ्गः इत्युक्ते सङ्गं त्यक्त्वा, कर्मणा सह सङ्गः मास्तु इति सः वदति. धन्यवादः. पुनः सङ्गात् पञ्चमी विभक्ति, सङ्गात् मुक्त्वा समाचर केन् वी सी दट् आल्सो. सङ्गात् त्यक्त्वा अत्र सङ्गं त्यक्त्वा. अत्र किं ज्ञातव्यम् इत्युक्ते क्त्वा प्रत्ययान्तरूपम् अस्ति चेत् तत्र साधारणतया क्त्वान्तरूपं कर्मपदं स्वीकरोति इति कृत्वा सङ्गं त्यक्त्वा. अत्र पदमस्ति सङ्गः. सङ्गः इति प्रथमाविभक्त्यन्तं रूपम् अस्ति, किन्तु त्यज् धातुः सकर्मकधातुः अस्ति इति कृत्वा तत्र सङ्गं त्यक्त्वा. साधारणतया क्त्वान्तपदानि कर्मपदं स्वीकुर्वन्ति धातुः सकर्मकधातुः अस्ति चेत्. अत्र भिन्नरीत्या मुक्त्वा योजयित्वा कथं वक्तव्यम्? भगिनी निस्सङ्ग वक्तुं शक्यते वा? तद् निस्सङ्गः इति वदामश्चेत् निस्सङ्गः भूत्वा, किन्तु मुक्त्वा मुक्त्वा योजयित्वा कथं वक्तव्यं? सर्वे चिन्तयन्तु अत्र. सङ्गात् मुक्त्वा एव अहं चिन्तयामि. कर्मफल कर्मफल विवर्जित कर्मफल कर्मफलविवर्जितः कर्मफलविवर्जितः इति एकमेव समस्तपदं कृत्वा बहुव्रीहिसमासयुक्तं पदं निर्माय वक्तुं शक्यते. कर्मफलविवर्जितः भूत्वा कर्मसमाचर इत्युक्ते तत्र कर्मफलविवर्जितः अथवा त्यक्तसङ्गः मुक्तसङ्गः एतानि पदानि बहुव्रीहिसमासयुक्तानि पदानि भवन्ति. अस्मिन् वाक्ये मुक्तसङ्गः इति पदम् अर्जुनस्य कृते विशेषणं, किन्तु अत्र चिन्तनीयम्, इतोपि चिन्तनीयं. मुक्त्वा इति योजयित्वा सङ्गात् सङ्गात् मुक्तः सङ्गात् मुक्तः भूत्वा सङ्गत्वात् इति अपि भवितुम् अर्हति वा भगिनि? तदर्थं यज्ञार्थं कर्म कौन्तेय मुक्तसङ्गः कर्मफलसङ्गविवर्जितः सन् समाचरः निर्वर्तयः इत्यर्थः. अत्र सन् इति अस्ति मुक्तसङ्गः भूत्वा इत्यस्मिन् स्थाने वयं सन् इति योजयित्वापि वक्तुं शक्नुमः. मुक्तसङ्गः सन् समाचर कर्मसमाचर. शोभा भगिनी वदतु, मुक्तसङ्गः सन् इति वदामश्चेत्? तत्र मुक्तसङ्गः सन् इति शतुर् प्रत्ययः आगच्छति. मुक्तसङ्गः सन् इत्युक्ते मुक्तसङ्गः भूत्वा इति अर्थः एव भवति. मुक्तसङ्गः बहुव्रीहिसमासः, त्वं मुक्तसङ्गः भव इति भूत्वा सम् आचर इति तत्र तदेव भगिनि. उत्तमं, तदेव एतावता समाचर. पश्यन्तु कीदृशम् उत्तमं पदमस्ति, सम्यक् आचर इति अर्थः. सम् उपसर्गः अस्ति चेत् समीचीनतया समीचीनतया कार्यं कुरु, कथं मुक्तसङ्गः भवतु प्रथमतया, अपि च निर्दिष्टं कर्म कुरु इति परमात्मा वदति. अपि च अत्र मुक्तसङ्गः इति समस्तपदमस्ति इति कृत्वा पुनः एकवारं विग्रहवाक्यं वदामि. मुक्तः सङ्गः येन सह, अत्र मुक्ता इति पदं क्ताप्रत्ययान्तरूपं, यथा भगिन्या उक्तं मुच् धातोः रूपमेव मुक्त. उत्तमम्, अग्रिमं वाक्यम् अरुणा भगिनी भवती वदतु अग्रिमं वाक्यम्. आं भगिनि, बुद्धियोगमुपाश्रित्य मच्चित्तः सततं भव. अत्र भव इति क्रियापदं लोट्लकार मध्यमपुरुष एकवचनं, त्वम् इति कर्तृपदं भूधातु धातु, त्वं कर्तृपदं किं करणीयं? सततमपि क्रियापदस्य विशेषणं भगिनि, सततम्. उत्तमम्, इत्युक्ते क्रियाविशेषणं भवति सततम् इत्युक्ते निरन्तरं. वदतु तदनन्तरं कीदृशः त्वं मच्चित्तः? मच्चित्तः चित्तं मयि एव निश्चिप्तः मच्चित्तः. विग्रहं जानामि बहुव्रीहि चित्तं. एतावत् अत्र मच्चित्तः इति पदम् अपि समस्तपदमेव, तस्मिन् पदे बहुव्रीहिसमासः अस्ति. विग्रहवाक्यं वक्तुमिच्छामश्चेत् मयि चित्तं यस्य सः. मयि इति सप्तमी विभक्त्यन्तं रूपमस्ति. मयि चित्तं यस्य सः मच्चित्तः. तत्र मच्चित्तः इत्यस्मिन् पदे यत्र यत्र समस्तपदमस्ति तत्र सन्धिः नित्यः. अत्र त्रयः सन्धयः सन्ति. किञ्चित् वदतु. मत् चित्तः प्रथमं जस्वसन् भगिनि जस्वसन्धि भ्रम भवति सन्धिकाल सन्धिकार्येषु. मद् मद् भवति मद् चित्तः. तदनन्तरं खरिचा भगिनि अत्र भवती प्रयत्नं कृतवती. गीताञ्जलि भगिनी भवती किञ्चित् प्रयत्नं करोतु. मच्चित्तः तु शुनाश्चु भवति भगिनि च. अत्र त्रयः सन्धयः सन्ति. अत्र शोभा भगिनी भवती प्रयत्नं करोतु. आं भगिनि, तत्र जस्त्वं अनन्तरं चर्त्वं क्षम्यताम् अनन्तरं हा जस्त्वं मत् इत्यस्य तकारस्य तकारादेशः केन स्तोहुश्चुना. अत्र जलां जशोन्ते क्षम्यतां जलां जशोन्ते इत्यनेन मद् चित्तः. अधुना खरीचा इति तस्मात् पूर्वं स्तोहुश्चुनाश्चुः अस्तु. मत् योगः चित्तः जलां जशोन्ते इत्यनेन मद् योगः चित्तः. अनन्तरं स्तोहुश्चुनाश्चुः इत्यनेन चकारस्य आदेशः दकारस्य स्थाने मद् योगः चित्तः. अनन्तरं खरिच इत्यनेन चकारः परवर्णः अस्ति इति कृत्वा दकारस्य स्थाने चकारादेशः. अत्र सोपानत्रयमस्ति. प्रथमतया तकारस्य दकारः भवति जस्त्वं भूत्वा जलां जशोन्ते सूत्रेण. तदनन्तरं स्तोहश्चुनाश्चुः इत्यनेन श्चुत्वं भूत्वा दकारस्य स्थाने जकारादेशः भवति. तदनन्तरं जकारस्य स्थाने खरिच इति सूत्रेण चर्त्वं भूत्वा चकारादेशः भवति. तेन अन्तिमं पदं मच्चित्तः इति समस्तपदं भवति. तादृशरीत्या सन्धिकार्याणि कर्तव्यानि. अत्र सन्धित्रयमस्ति. मच्चित्तः इत्युक्ते मद्भक्तः अथवा मत्परायणः अथवा मदासक्तः इत्यादीनि पदानि. अपि च तस्मात् पूर्वं दीर्घं पदमस्ति. अत्र पदविच्छेदं कुर्मः चेत् किं भवति? अरुणभगिनी पुनः बुद्धियोगम् बुद्धियोगम् उपाश्रित्य अत्र बुद्धियोगम् उपाश्रित्य उपाश्रित्य लबन्तम् आश्रित्य आङ्पूर्वक सम्यक् चिन्तनमेव. अत्र उपाश्रित्य इति कथनेन किम् अवगम्यते? उप उपसर्गपूर्वकः, आङ् उपसर्गपूर्वकः, श्रीं सेवायाम् इति एकः धातुः अस्ति. श्रयति इति रूपम् आश्रयति, आश्रयति उपाश्रयति पदमस्ति. तत्र उपाश्रयति तस्य ल्यबन्तरूपम् उपाश्रित्य इति भवति. ल्यबन्तरूपम् अपि कर्मपदं स्वीकरोति इति कृत्वा बुद्धियोगम् अस्ति. बुद्धियोगम् इति द्वितीयाविभक्त्यन्तं रूपं कर्मपदमस्ति. बुद्धियोगः, योगः इति पुंलिङ्गपदम् अपि च प्रथमाविभक्त्यां बुद्धियोगः, किन्तु अत्र बुद्धियोगम् इति लिखितं भगिनि. बुद्धियोगः इति अपि समस्तपदमेव. कथं करणीयं बुद्धियोगः इत्युक्ते अत्र अर्थं दृष्ट्वा समस्तपदं वक्तव्यं. बुद्धियोगः इत्युक्ते ज्ञानयोगः इति अस्मिन् वाक्ये तादृशार्थः स्वीकर्तव्यः. किन्तु विग्रहवाक्यं कथं वक्तव्यम् इति चिन्तनीयं. बुद्धियोगः इत्युक्ते ज्ञानयोगम् आश्रयतु इति परमात्मा वदति. अत्र बुद्धिः इति कीदृशं पदं वदतु. बुद्धधातु अत्र अस्ति. इन् प्रत्ययः भगिनि क्तिं प्रत्ययान्तरूपं. बुद्धधातोः क्तिं प्रत्ययान्तरूपम् अस्ति. एतावता बुद्धिः इति पदमस्ति, मयि एव तव मनः स्थापय, बुद्धियोगम् उपाश्रित्य मच्चित्तः भव, मत्परः भव अथवा मदासक्तः भव. अत्र साधारणं पदमेव सच्चिदानन्द स्वरूपः इति वदामश्चेत् सच्चित् तत्रापि ईदृशं कार्यमेव भवति. सच्चित् इति वदामश्चेत् तत्रापि सन्धित्रयं वर्तते, तथा एव अत्रापि मच्चित्तः इत्यस्मिन् पदे सन्धित्रयं दृश्यते. अग्रिमं वाक्यं शादिमां त्वां प्रपन्नम्. शादि इति क्रियापदम् अहं मन्ये भगिनि, पुट्लकार मध्यपुरुष एकवचनं मां त्वां प्रपन्नम् त्वं शादि माम् इति मह्यम्. मां शब्दस्य प्रसङ्गे वदतु. मां अस्मत् शब्द द्वितीय एकवचनं मां त्वां त्वां प्रसङ्गे त्वामपि भवती जानाति एव युष्मत् शब्दस्य द्वितीय एकवचनं. अत्र शाधि इति पदमस्ति. शाधि इति पदस्य प्रसङ्गे अरविन्द महोदय भवान् वदतु. किं भगिनि शाधि? शाधि इति कीदृशं पदं? भवान् यद् जानाति तद्वदतु. शाधि मां त्वां प्रपन्नम्, शाधि शरणागति. उत्तमम्. अत्र शाधि इति पदस्य वदतु भगिनि. सास् धातु मध्यम पुरुष एकवचनं शाधि इति द्विरूपं भवति. उत्तमं, तदेव श्रोतुमिच्छामि. अत्र शाधि इति पदमस्ति, लोट्लकाररूपमस्ति, मध्यमपुरुषे एकवचनरूपमस्ति. तत्र स्यास् इति धातुः अस्ति अनुशिष्टौ इत्यस्मिन् अर्थे, लोट्लकारमध्यमपुरुषरूपं शाधि. तत्र कथं शाधिरूपं सिध्यति? स्यास् धातुः अदादिगणे अदादिगणे अस्ति, अजन्तधातु अङ्गं नास्ति, तदेव लोपः न भवति. उत्तमम् उत्तमं, तदेव इत्युक्ते अत्र शास् धातुः अदादिगणे अस्ति इति कृत्वा अनदन्तम् अङ्गमस्ति, अनदन्तम् अङ्गमस्ति चेत् तत्र अतोहेः इत्यस्य प्रसक्तिः नास्ति इति कृत्वा तत्र सेर्ह्यपिच्च इति सूत्रेण यः हि प्रत्ययः आगतः सः हि प्रत्ययः तत्र एव तिष्ठति. पाहि शब्दवत्, किन्तु अत्र हकारः न दृश्यते, धकारः अस्ति. किमर्थम् इत्युक्ते अत्र एकं विशिष्टं सूत्रमस्ति, हू झल्भ्योर् हेर्धिः इति सूत्रमस्ति. तेन सूत्रेण हि प्रत्ययस्य स्थाने धि आदेशः भवति इति कृत्वा शाधि इति रूपं साधितं भवति. एतावता अत्र शाधि इति मध्यमपुरुष एकवचनरूपमस्ति. अपि च भगिनी एकः प्रश्नः तत्र, अधुना किम् उक्तवती हू इति, पुनरेकवारं वदतु भगिनि. अत्र साधारणतया धातुः शास् धातुः, शास् धातुः अदादिगणे अस्ति, अदादिगणे मध्ये विकरणप्रत्ययः नास्ति, अपि च अदादिगणे अनदन्तम् अङ्गं सिध्यति, अदन्तम् अङ्गं नास्ति. केवलं चतुर्षु गणेषु एव अदन्तम् अङ्गमस्ति, अन्येषु षट्सु गणेषु अनदन्तम् अङ्गं सिध्यति. यत्र यत्र अनदन्तम् अङ्गमस्ति तत्र सेर्ह्यपिच्च इति सूत्रेण हि आदेशः भवति. तदनन्तरं साधारणतया हि आदेशः भवति इति कृत्वा साधारणानि पदानि, अनदन्तम् अङ्गमस्ति चेत् पाहि, देहि इत्यादीनि पदानि वयं शृणुमः. किन्तु अदन्त अङ्गमस्ति चेत् तत्र हि प्रत्ययस्य लोपः भवति. अतो हेः इति सूत्रेण हि प्रत्ययस्य लोपः भूत्वा पठ, कुरु इत्यादीनि पदानि सिद्ध्यन्ति. किन्तु अत्र अस्मिन् पदे एकं भिन्नं कार्यं, विशिष्टं कार्यमपि अस्ति. तत् किम् इत्युक्ते हू झल्भ्योर् हेर्धिः इति एकं सूत्रमस्ति. तेन सूत्रेण हि प्रत्ययस्य स्थाने धि आदेशः भवति. तदर्थमेव शाधि इति रूपं सिद्ध्यति. अत्र परमात्मा किं वदति? मां शाधि. अर्जुनः किं वदति? त्वां प्रपन्नं मां शाधि. अत्र शाधि इति पदस्य अर्थः कः? कोऽपि वदतु. उपदेशः. उत्तमम्. उपदेशं ददातु, उपदेशं करोतु, माम् उपदिशतु इति वदति. अत्र कोऽपि अत्र श्लोकं स्मारयति वा? द्वितीयाध्यायस्य सप्तमः श्लोकः पुरतः अस्ति चेत्. कार्पण्यदोषोपहत स्वभावः पृच्छामि त्वां धर्मसम्मूढचेताः यच्छ्रेयस्यान्निश्चितं ब्रूहि तन्मे शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम्. उत्तमम्. कार्पण्यदोषोपहत स्वभावः अहम्. अर्जुनः वदति अहं कार्पण्यदोषोपहतस्वभावः, तदर्थं त्वां प्रपन्नं मां शाधि. अत्र प्रपन्नं इति पदमस्ति. प्रपन्नम् इति कीदृशं पदम् इत्युक्ते प्र उपसर्गपूर्वकः पद् धातुः अस्ति, कृताप्रत्ययः अस्ति. पद् धातोः रूपं पन्न इति भवति. साधारणं पदमेव निष्पन्नं. एतत् पदं कथं निष्पन्नं भवति? उत्पन्नं, उत्पन्नं, निष्पन्नं इत्यादीनि पदानि पद् धातुतः निष्पन्नानि. तत्र क्ताप्रत्ययान्तरूपम् अस्ति इति विषयः. अत्र पद् धातुतः क्तान्तरूपम् अस्ति. अत्र कीदृशं मां शाधि? प्रपन्नं त्वां प्रपन्नं मां शाधि. प्रपन्नः इत्युक्ते शरणागतः इति अर्थः. कीदृशं मां वदतु. किम् अर्थं मां त्वां त्वाम् इति द्वे कर्मपदं पदे अस्ति. मां शाधि, मां शाधि इति तत्र प्रथमं कर्मपदमस्ति. कीदृशं मां? मां शब्दस्य विशेषणम् अत्र विशेषणविशेष्यभावः अस्ति. कीदृशं मां शाधि? त्वां प्रपन्नं मां. द्विकर्मकः इति वक्तुं न शक्यते, किन्तु कर्मपदस्य विशेषणं भवति. तत्र सरलवाक्यं, यद्यपि वाक्ये बहूनि पदानि सन्ति, अत्र केवलं सरलवाक्यं स्वीकुर्मः चेत् मां शाधि इति अर्जुनः वदति. अहं कीदृशः? त्वां प्रपन्नं अहम्. विशेषणम् अहं कीदृशः? अहं त्वां प्रपन्नं प्रपन्नोऽस्मि. उत्तमम्. अत्र उपदेशयतु इति लोट्लकारः भवति वा? उपदिशतु. उपदिशतु तत्र दिश् धातुः अस्ति. दिश् धातोः रूपं लोट्लकाररूपम् उप उपसर्गपूर्वकः दिश् धातुः. उपदिशतु, उपदेशं ददातु, उपदेशं करोतु. शाधि इत्युक्ते आर्डर्, किं कर्तव्यं? त्वम् उपदिश, त्वमेव शरणं मम इति वदामः. तत्र प्रपन्नम् इत्युक्ते शरणागतः अस्मि अहम् इति अर्थः. उपदिशतु प्रथमपुरुष एकवचनं वा? उपदिशतु. उत्तमम्. एण्ड् उपदिश इस् मध्यमपुरुष एकवचनम्. एकवचनं. धन्यवाद. अग्रिमं वाक्यं. धन्यवादः भगिनी. उषा भगिनी भवती वदतु. धन्यवादः. आं भगिनि. तस्मात् त्वम् उत्तिष्ट यशो लभस्व. तावदेव न भगिनि. अत्र प्रत्येकं पदं स्वीकृत्य किञ्चित् विवृणोतु. तस्मात् तस्मात् पञ्चमी विभक्ति अस्ति. उत्तिष्ठ, उत्तिष्ठ इत्युक्ते कृष्णः वदति सञ्जय दृष्ट्वा, उत्तिष्ठ सञ्जय. यशो पश्यतु, अत्र सञ्जयं प्रति न वदति, तस्मात् त्वम् उत्तिष्ठ इति भगवान् वदति. कं प्रति? अर्जुनं प्रति. क्षम्यतां भगिनि, अर्जुनं यशः यशः इत्युक्ते कीर्ति, कीर्तिं. लभस्व, लभस्व प्राप्नुहि. उत्तमं. तस्मात् ये अर्जुन त्वम् उत्तिष्ठ कीर्तिं प्राप्नुहि. उत्तमम्. अत्र पश्यतु, यशः कीदृशं पदम्? यशः अकारान्तपुंलिङ्ग. उत्तमम्. यशः शब्दः, मनः, मनसि, मनांसि. लिङ्गं किं? सकारान्तः पुंलिङ्ग, नपुंसकलिङ्गं. नपुंसकलिङ्गम्. एकवारं रूपाणि प्रथमाविभक्त्या वदतु. यशः यशसि, यशः मनः, मनसि, मनांसि. यशः यशसि, यशांसि. उत्तमम्. एतावता. भगिनी एकः प्रश्नः, सकारान्तपदानि सर्वदा नपुंसकलिङ्गे एव सन्ति वा? तथा नास्ति. तथा नास्ति, अस्तु. मनः शब्दवत्. अत्र यशः सकारान्तपदं, नपुंसकलिङ्गपदं. यशः यशसि, यशांसि, मनः शब्दवत् रूपाणि भवन्ति. अत्र यशो इति लिखितम् अस्ति. किमर्थं यशो लिखितम् अस्ति इत्युक्ते तत्र सन्धिः अस्ति, निसर्गसन्धि. वदतु. निसर्गसन्धि भगिनि. उत्तमम्. अत्र इतोपि ज्ञातव्यं चेत्, ये जनाः व्याकरणवर्गं गच्छन्ति, विसर्गसन्धेः प्रसक्ते विषये ये जानन्ति ते वक्तुं शक्नुवन्ति, प्रयत्नं कुर्वन्तु. भाटचतुर्थ भगिनि. वदतु गीताञ्जलि भगिनि. भाटचतुर्थसूत्रमायाति भगिनि. उत्तमम्. अतः परस्य विसर्जनीयस्य अतिहसि च उत्त्वम् इत्युक्ते उत्त्वम् आयाति, तदनन्तरम् ओ आयाति. उत्तमम्. इत्युक्ते प्रथमतया विसर्गस्य स्थाने उकारादेशः भवति. चतुर्थं भाट्टसूत्रम्, अतः परस्य विसर्जनीयस्य अतिहसि च उत्त्वम् इति सूत्रमस्ति. तेन प्रथमतया उकारादेशः, तदनन्तरं गुणसन्धिः भूत्वा यशो इति भवति. एतावता यशः लभस्व इति वाक्यमस्ति, किन्तु सन्धिं कृत्वा लिखितमस्ति अत्र. अपि च यशः इति पदं नपुंसकलिङ्गपदमस्ति इति कृत्वा अत्र द्वितीयाविभक्त्यां रूपं समानम् इति वयं जानीमः एव. तदर्थमेव अत्र द्वितीयाविभक्त्याम् अस्ति यशः लभस्व. यशः इति द्वितीयाविभक्त्याम् अस्ति. उत्तिष्ठ वदतु. उत् उपसर्गपूर्वकं स्था धातुः. उत्तिष्ठ मध्यमपुरुष एकवचने. अपि च लभस्व दुलभश् लभते भ्वादिगणे आत्मनेपदी सकर्मकधातुः. लभतां लभेतां लभन्तां. लभस्व लभेत लभेतां लभध्वं. लभै लभावहै लभामहै. उत्तमम्. अपि च अत्र इतोपि तस्मात्, तस्मात् इत्युक्ते तस्मात् कारणात्, तस्मात् कारणात् इत्युक्ते अस्मात् श्लोकात् पूर्वं भगवता किञ्चित् उक्तमासीत्. तत्र कारणानि, कारणानि उक्तानि आसन् इति कृत्वा परमात्मा वदति तस्मात्, तेन कारणेन त्वम् उत्तिष्ठ. तस्मात् ततः अपि वक्तुं शक्यते वा भगिनि? उत्तमम्. ततः अथवा तेन हेतुना, तस्मात् कारणात्, ततः हेतोः, तस्मात् तेन कारणेन इति अपि भवितुमर्हति. अपि च अत्र उत्तिष्ठ इत्युक्ते केवलं अर्जुनः उत्थाय किं करोति? अत्र उत्तिष्ठ इत्युक्ते भवान् सज्जः भवतु, सिद्धः भवतु. अत्र उत्तिष्ठ युद्धस्व. अथवा सज्जते इति पदमस्ति आत्मनेपदं, सज्जते इति पदं तस्य अर्थः सिद्धः भवतु इति अर्थः अस्ति. उत्तिष्ठ इत्यस्मिन् स्थाने समानार्थकं पदं योजयित्वा वक्तुम् इच्छामश्चेत् त्वं सज्जस्व, त्वं सज्जस्व इति भवति. यशः लभस्व. सज्जस्व सज्ज धातु अस्ति वा भगिनि? उत्तमम्. सज्ज तत्र धातुः षस्ज् इत्युक्ते षकारस्य शः सः इति सूत्रेण षकारस्य सकारादेशः भवति. उत्तमम्. मूर्धन्य षकारादिधातुः अस्ति. तदनन्तरं धात्वादेः शः सः इति सूत्रेण दन्त्यसकारः आयाति, षस्ज् भवति. तत्र षस्ज् इत्यस्मात् सज्ज इति कथं भवति? तत्र स्तोःश्चुनाश्चुः कार्यमस्ति, झलां झष् झषि कार्यमपि अस्ति, अन्ततो गत्वा सज्जते इति आत्मनेपदमस्ति. आत्मनेपदमस्ति इति कृत्वा तस्य मध्यमपुरुषे एकवचनरूपं सज्जस्व. उत्तिष्ठ त्वं सज्जस्व इति अर्थः तत्र. यशः इति भिन्नं पदमस्ति, कीर्तिः इति भिन्नं पदमस्ति. कीर्तिः इति पदस्य अर्थः भिन्नः, यशः इत्यस्य अर्थः भिन्नः. यशः इत्युक्ते अश्नुते इति, इत्युक्ते दट् इस् विच् पर्वेड्स् इति यशः. यशः अत्र तस्मात् त्वम् उत्तिष्ठ यशो लभस्व व्याप्नोति इति कथं स्वीकुर्मः तत्र भगिनि? यशः इति पदस्य अर्थः कः इति पश्यामश्चेत् अष्टसु दिक्षु यशः व्याप्नोति. सर्वत्र सर्वे जनाः जानन्ति तस्य प्रसङ्गे. इत्युक्ते दट् विच् पर्वेड्स् इस् यशः. इत्युक्ते मम आशयः कः इत्युक्ते अत्र यशः इति पदस्य अर्थः किञ्चित् भिन्नः, कीर्तिः इति भिन्नं पदम्. यशः इत्युक्ते प्रसिद्धः इति अर्थे. उत्तमं. सर्वे जानन्ति इति अर्थे तस्य विषये. अस्तु भगिनि, तत्र तु प्रसिद्धः अपि कीर्ति किञ्चित् किञ्चित् अर्थभेदः अस्ति. किञ्चित् अर्थभेदः अस्ति, किञ्चित् अर्थभेदः, किन्तु किञ्चित् समानेव अस्ति अपि भगिनि. इत्युक्ते साधारणतया समानार्थकपदम् इति वयं मन्यामहे, किन्तु तत्र किञ्चित् अर्थभेदः अस्ति. यशः कीर्तिः इत्युक्ते तत्र पदनिर्माणप्रसङ्गे तत्र भेदः अस्ति एव, किन्तु अर्थप्रसङ्गे अपि किञ्चित् भेदः दृश्यते. अन्तिम अग्रिमं वाक्यम् उषा भगिनी तस्मात् युध्यस्व भारत. तस्मात् पञ्चमे विभक्ति दकारान्तः पुंलिङ्गः. युद्धस्व युद्ध धातुः संप्रहारे दिवादिगणे आत्मनेपदि अकर्मकधातुः. एकवारं लट् रूपं वदतु, त्रीणि रूपाणि. लट् युध्यते न भगिनि? युध्यते, युध्येते, युध्यन्ते. युध्यसे, युध्ये, युध्येते, युध्येते, युध्यद्वे, युध्यद्वे, युध्ये, युध्ये, युध्यावहे, युध्यामहे. उत्तमम्. अपि तत्र तस्मात् वदतु, लोट् रूपमस्ति. युध्यतां, युध्येतां, युध्यन्तां, युध्यस्व, युध्येतां, युध्यद्वं, युध्यै, युध्यावहै, युध्यामहे. उत्तमं. लोट् रूपाणि. अत्र युध्यस्व इति दत्तमस्ति. तस्मात्, तस्मात् इति पदस्य प्रसङ्गे वदतु. तस्मात् इत्युक्ते कारणात्, तस्मात् श्लोकं अत्र अहं चिन्तयामि तद् शब्दः अस्ति, वयं जानीमः तस्मात् सः तौ ते अस्ति भगिनि. तकारन्त नपुंसकलिङ्ग अस्ति, पुंलिङ्गे अस्ति अपि च नपुंसकलिङ्गे अस्ति. तत् ते तानि नपुंसकलिङ्गे प्रथमविभक्त्या तत् ते तानि, तत् ते तानि, तेन ताभ्यां तैः, तस्मै ताभ्यां तेभ्यः, तस्मात् ताभ्यां तेभ्यः, तस्य तयोः तेषां, तस्य तयोः तेषु. उत्तमं. तद् शब्दः दकारान्तशब्दः, तस्य पञ्चमी विभक्त्यन्तं रूपं तस्मात् इति भवति. किन्तु श्लोकं पश्यामश्चेत् सन्धिम् अकृत्वा वाक्यं लिखितमस्ति, किन्तु अत्र भगवद्गीतां पश्यामश्चेत् सन्धिं कृत्वा वाक्यं लिखितमस्ति, तस्माद् युध्यस्व इति लिखितमस्ति. तत्र ज्यस्त्वसन्धिः अस्ति, तस्माद् युध्यस्व. तत्र तकारस्य स्थाने दकारः, तत्र मूलश्लोके तादृशरीत्या लिखितमस्ति. अपि च भारत इति पदमस्ति. अरविन्द महोदय वदतु. भारत इत्युक्ते अर्जुनपर्यायं भरतस्य अपत्यं पुमान् इत्युक्ते प्रकाशः अपि किल, किञ्चित् चर्चा जाता. अतः अरविन्द महोदय इतोपि वदतु. न स्मरामि भगिनि, चिन्ता मास्तु. यद्यपि वयं पूर्वं किं दृष्टवन्तः इत्युक्ते भायां रताः, भासीरताः इति मया उक्तम् आसीत्, किन्तु मम गुरुः सः उक्तवान् यत् तत्र भरतशब्दात् भारत इति पदम् आगतम्. अत्र भरत इति पदमस्ति. भरतशब्दात् अण् प्रत्ययस्य योजनेन भारत इति पदं साधितं, तद्धित प्रत्ययान्तरूपम् अस्ति. भारत इत्युक्ते भरतकुलोत्पन्नः, अतः भरतकुलसञ्जातः, भरतकुलात् उत्पन्नः भवान्. अत्र भारत इति पदं सम्बोधनरूपम् अस्ति. भरतस्य गोत्रापत्यं पुमान् भारत, एतावता अण् प्रत्ययान्तरूपम् अस्ति. हे भारत युध्यस्व. तस्मात् इत्युक्ते तत्र पूर्वं साङ्ख्ययोगे द्वितीयाध्यायस्य नाम साङ्ख्ययोगः, तस्मिन् परमात्मना किञ्चित् उक्तमासीत्, कारणानि उक्तानि आसन्, तदर्थं परमात्मा वदति तस्मात् युध्यस्व भारत इति भवति. तत्र तत्र पूर्वप्रसङ्गः कः इत्युक्ते तत्र पूर्वपीठिका का इति पश्यामश्चेत् आत्मा नित्यः, शरीराणि विनाशिनः, तेन कारणेन अथवा तस्मात् कारणात् त्वं युध्यस्व, तत्र पूर्वप्रसङ्गः एवमस्ति. अन्तवन्त वदतु. अन्तवन्त इमे देहाः नित्यस्योक्ताः शरीरिणः, अनाशिनो प्रमेयस्य तस्मात् युध्यस्व भारत. उत्तमम्. सः वदति, परमात्मा वदति आत्मा नित्यः, किन्तु शरीराणि विनाशिनः. तत्र शरीराणि विनाशिनः इत्युक्ते विनाशी इति नकारान्तपदमस्ति इति कृत्वा बहुवचने शरीराणि विनाशिनः, आत्मा नित्यः, तदर्थं भवान् युद्धं करोतु, त्वं युध्यस्व इति वदति. इत्युक्ते अत्र भारत इति अर्जुनस्य सम्बोधनं. त्वं युद्धं कुरु. कुरु. उत्तमं भगिनि. गीताञ्जलि भगिनी वदतु अग्रिमम्. यत् तपस्यसि तत् कुरुष्व मदर्पणम्. अत्र तु लोट् अस्ति कुरुष्व आत्मनेपदी क्रोधातु दुक्रैङ्करणे अर्थे आत्मनेपदी मध्यमपुरुष एकवचन पुरुष यत् तपस्यसि तपसि अत्र एकवारं तपसि तत्र तपः इति पदस्य प्रसङ्गे वदतु कीदृशं पदं तपः तपस् सकारान्तपदम् अस्ति तपस् मनस्वत् भगिनि नपुंसकलिङ्गम् एकवारं रूपाणि वदतु हा तपसः तपसि तपांसि इति उत्तमम् अत्र तपस्यसि इति पदमस्ति तपः इति सकारान्तपदं वयं जानीमः एव अत्र तपस्य इति नामधातुः नामधातुः इति वदामः किन्तु अकर्मकधातुः अस्ति इति कृत्वा त्वं तपस्यसि त्वं यत् तपस्यसि किं भगिनि नामपदात् निर्मितम् नामपदात् निर्मितः धातुः तपस् इति नामपदमस्ति सुबन्तपदं तपः इति सुबन्तपदं सकारान्तपदं तत्र अहं पुस्तकं दृष्टवती अतः वदामि तपस् योगः क्यञ् इति एकः प्रत्ययः अस्ति तेन नामधातुः तपस्य इति धातोः निर्माणं भवति रूपाणि परस्मैपदरूपाणि भवन्ति कथं तपस्यति तपस्यतः तपस्यन्ति तपस्यसि तपस्यथः तपस्यथ तपस्यामि तपस्यावः तपस्यामः किन्तु अत्र इतोपि किं ज्ञातव्यम् इत्युक्ते तपस्यसि इत्युक्ते तपः करोति तपः चरसि न भगिनि तपः चरतु तपः आचरति तपः आचरति इति अर्थः तपस्य वदतु भगिनि अत्र यकारः आगच्छति सो दिवालिगणे वा तपस्य नो नाट् लैक् देट् तथा नास्ति भगिनि अत्र इत्युक्ते नामधातवः केचन सन्ति इत्युक्ते नामपदात् निर्मितः धातुः अस्ति तपस्य दे डोण्ट् बिलाङ्ग् टु दीस् गणास् धातुगणास् दे डोण्ट् तत्र यद्यपि वयं धातुपाठं पश्यामश्चेत् वयं द्रष्टुं न शक्नुमः ईदृशधातवः ईदृशधातवः धातुपाठे न लभ्यन्ते अपि च अत्र गीताञ्जलि भगिनी यत् तत् योजयित्वा एकं वाक्यं रचयतु यत् वृष्टिः भवति तत् सस्यानि वर्धयन्ति उषा भगिनी एकं वाक्यं श्रावयतु यत् तत् योजयित्वा यत् चिन्तयामि भगिनि यत् यत् मया उक्तं तदेव सः कृतम् उत्तमम् अहं यद् जानामि तदेव वदामि अस्तु मया यदुक्तमस्ति तदेव कृतम् उत्तमं तादृशरीत्या यत् तत् प्रयोगः अस्मिन् वाक्ये दृश्यते मदर्पणम् इति पदमस्ति मदर्पणम् इति कीदृशं पदम् पञ्चमी वा भगिनि मत् योग अर्पणम् अत्र पञ्चमी विभक्ति एव मत् इति अत्र मयि अर्पणम् इति समस्तपदमेव मदर्पणम् इति समस्तपदं भवति अत्र मयि अर्पणं भवति वा तत्र सप्तमी तत्पुरुषः भवति वा इति द्रष्टव्यं मदर्पणं कुरु अर्थ तु सप्तमी एव किन्तु अत्र पञ्चमी इति मत् योगः अर्पणं मदर्पणम् इति भवति तत्र जस्त्वं भवति किन्तु अत्र अर्धं दृष्ट्वा समस्तपदस्य विग्रहवाक्यं वक्तव्यं चेत् मयि अर्पणम् इति भवति वा इति द्रष्टव्यम् अत्र अर्पणम् इति पदं ल्युट् प्रत्ययान्तरूपम् तत्र कीदृशं कार्यं भवति इति अत्र अहं पुस्तकं दृष्टवती भगिनी, अतः वदामि मयि अर्पणम् इति लिखितमस्ति. मदर्पणं यत् तपस्यसि त्वं तत् मदर्पणं कुरु, तत् कार्यं मदर्पणं कुरु. तदर्थमेव साधारणतया वयं किं वदामः, कृष्णार्पणं, कृष्णार्पणम् इति वदामः. उत्तमम्. अत्र अर्पणम् इति पदस्य प्रसङ्गे अहं किञ्चित् वदामि. एकः धातुः ऋकारान्तधातुः रु इति धातुः अस्ति. एकं सूत्रमस्ति णिजन्तप्रसङ्गे, अर्ति हिरीव्लि क्नुयीक्ष्मायातां पुङ्नौ इति एकं सूत्रमस्ति. तस्मिन् सूत्रे अर्ति इति एकं प्रथमं पदमस्ति. अर्ति इति रुधातोः ऋकारान्तधातोः रूपमेव अर्ति. सूर्यकुमारी भगिनी वदतु, अत्र रुधातोः प्रसङ्गे अर्ति किमर्थं? धातु आदेशः भवति. तत्र किं वदामः इत्युक्ते, साधारणतया सूत्रेषु तादृशरीत्या छन्दसः कृते तादृशरीत्या लिखितमस्ति. तत्र एकं वार्तिकमस्ति, इक्स्थिपौ धातुनिर्देशे इति एकं वार्तिकमस्ति. तेन वार्तिकेन सूत्रेषु साधारणतया छन्दसः कृते रुधातोः रूपम् अर्ति इति लिखितमस्ति. तथा एव इषु गमीयमां छः इति कथनेन अर्ति रुधातोः रूपम् अर्ति भवति. कथमित्युक्ते वार्तिकेन इक्स्थिपौ धातुनिर्देशे इति वार्तिकेन तत्र धातुनिर्देशः तादृशरीत्या भवति, इक् प्रत्ययस्य योजनेन अपि च स्तिप् प्रत्ययस्य योजनेन तादृशं रूपं सिद्ध्यति. एतावता अस्माकं पदमस्ति अर्पणम्. अर्पणम् इति पदं रुधातोः रूपमस्ति, अपि च णिच् प्रत्ययं योजयित्वा ल्युडन्तरूपं, ल्युट् प्रत्ययान्तरूपम् अर्पणं, मदर्पणं कुरु. तदर्थमेव साधारणतया वयं कृष्णार्पणं, ब्रह्मार्पणं, द्वादिगणे रुधातु समर्पणं, साधारणं पदमेव, समर्पणं, मदर्पणं कुरु, अर्पणम् इति अस्ति. अत्र मयि अर्पणम् इति अस्ति इति कृत्वा सप्तमी तत्पुरुषः भवति वा? रुधातु भगिनी अर्थः कः? रुधातुः द्रष्टव्यं प्रापणयोः तु एकं दत्तं, किन्तु अहं न किन्तु रुधातुः पदं रुच् लट्लकारे कथम् अस्ति भगिनि? रुधातुः रुच्छति इति वा? रुच्छति, रुच्छति, रुच्यतः, रुच्छन्ति, तदेव भगिनि रुच् द्रष्टव्यम्. अहं न दृष्टवती, किन्तु रुधातोः रूपमेव. देर् आर् 14 धातुस् कण्टेनिङ्ग् रु. Oh. Even here, ruch is there, rup is there, rum, run, so many are there, Bhagini. Ruchyataha, ruchyanti, ruchyati, ruchyataha, ruchyatha, ruchyami, ruchyavaha, ruchyamaha, rudhatu, gati prapanayoho, vadigane basmai padisakarmaka. Sudadi, swadi, दिवादि, सो मेनि गण, दुहोत्यादि, सो मेनि गण धातुः. अरुणभगिनी वदतु. धातु अहम् अष्टाध्यायी मध्ये पश्यामि, रुगतिप्रापणयोः भवादिगणे पद्मपदि रुच्छति, रुच्छतः, रुच्यन्ति, रुच्यसि, रुच्यतः, रुच्यतः, रुच्यथ, रुच्यामि, रुच्यावः, रुच्यामः. अहं चिन्तयामि स एव धातुः इति मम चिन्तनम्. अत्र अर्पयति, अर्पणम् इति अर्पयति इति पदं पश्यामश्चेत् तत्र णिजन्तरूपमस्ति. अर्पयति रुधातुतः णिच् प्रत्ययस्य योजनं कृत्वा तदनन्तरं ल्युट् प्रत्ययस्य योजनेन अर्पणं समर्पणं मदर्पणम् इत्यादीनि पदानि सिद्ध्यन्ति. एतावता भगिनी, यदि वादिगणे अस्ति चेत् ल्युट् अरणम् अस्ति भगिनी, नाट्. किन्तु पश्यतु, णिचियोजनेन पुगागमः भवति. तत्र अर्ति ह्रीव्लि क्नुयि क्ष्मायि यातां पुङ्नौ इति सूत्रेण निजन्त प्रसङ्गे णिच् योजनेन पुगागमः भवति. पुगागमः भवति भवति चेत् अर्पयति इति रूपं भवति. णिच् योजयित्वा तदनन्तरं ल्युट् तेन अर्पणं. किन्तु धातुः तु रु अजन्तधातुः. अर्थः अर्थ किम् अस्ति भगिनि? रुच्यति. रुच्यति रुच्यति रुच्यति तु गतिप्रापणयोः एव दत्तं. किन्तु तत् तदर्थ अत्र कथम् आयाति अपि अस्ति. अग्रेसरे अधुना द्रष्टव्यं भगिनि. अनन्तरम् अग्रिमं वाक्यं गीताञ्जलि भगिनी भवती एव पठतु. लोकमिमं लोकमिमं प्राप्य भजस्व माम्. अत्र तु लोट् भजस्व अस्ति, अपि आत्मनेपदी मध्यमपुरुष एकवचनरूपं. भजस्व मां भजस्व इत्युक्ते माम् अपि द्वितीयविभक्ति एकवचनरूपं. प्राप्य तु ल्यप् अस्ति, प्रयोगः आप् यकारायति अन्ते ल्यप्. लोकमिम् ओ लोकमिमम् अत्र तु लोक अत्र किं भवति, पदविच्छेदं कुर्मः चेत् लोकम् इमम् लोकम् इमम् अत्र प्राप्य इति ल्यबन्तपदमस्ति इति कृत्वा ल्यबन्तपदस्य कृते कर्मपदमस्ति लोकम् इमम्. तत्र प्रथमाविभक्त्यां पदमस्ति लोकः इति पदम्. लोकम् इति द्वितीयाविभक्त्यां. लोकं प्राप्य कीदृशं लोकम्? इमं लोकम्. इमम् इति कीदृशं पदम्? उषा भगिनी वदतु. मकारान्त पुंलिङ्गः इदम् इदम् अस्ति. अयम् इमौ इमे इमम् इमौ इमान्. उत्तमम्. एतावता इदं शब्दस्य पुंलिङ्गरूपं किमर्थं चेत् लोकः इति पुंलिङ्गपदम् अस्ति, लोकम् इति द्वितीयाविभक्त्याम् अस्ति इति कृत्वा इदं शब्दस्य पुंलिङ्गरूपं द्वितीयाविभक्त्याम् इमम् इति भवति. इमं लोकं प्राप्य अत्र अस्मिन् वाक्ये कर्मपदद्वयमस्ति. किमर्थम् इत्युक्ते ल्यबन्तपदस्य कृते एकं कर्मपदम्, अपि च भजस्व इत्यस्य अन्यत् कर्मपदं मां भजस्व. तत्र प्राप्य इत्यस्य कृते अन्यत् कर्मपदमपि अस्ति. श्लोकं दृष्ट्वा इमं लोकं प्राप्य इति उक्तमस्ति. इमं लोकम् इत्युक्ते कीदृशं लोकं तत्र उक्तमासीत् इत्युक्ते यस्मिन् लोके पुण्यजनाः सन्ति अथवा पुण्यपुरुषाः सन्ति अथवा पुण्यवन्तः भक्ताः सन्ति अथवा राजर्षयः सन्ति, तादृशं लोकं प्राप्य अथवा तादृशं लोकं प्राप्तुं तुमनन्तं रूपमपि योजयित्वा वक्तुं शक्यते. तत्र तादृशं लोकं प्राप्तुं मां भजस्व इति परमात्मा वदति. भजस्व इति प्रसङ्गे वदतु. भजस्व तु धातु अस्ति, भज् धातु भजसेवायां. हा भज् सेवायां तस्य आत्मनेपदी लोट् अस्ति. रूपाणि वदामि वा भगिनी? एकवारं वदतु. हा भजतां भजेतां भजन्तां मध्यमपुरुष भजस्व भजेथां भजध्वम् उत्तमपुरुष भजै भजावहै भजामहै. उत्तमं, धन्यवादः भगिनी. भूमा भगिनी भवती वदतु अग्रिमं वाक्यम्. जित्वा शत्रून् भुङ्क्ष्व राज्यम्. जित्वा कृदन्तपदं कृदन्तपदं जी धातुः. किञ्चित् वदामि तस्मिन् प्रसङ्गे. जी धातोः प्रसङ्गे जी धातोः लट्लकाररूपं जयति, जी धातोः लोट् रूपं जयतु. मध्यमपुरुषे वक्तुमिच्छामश्चेत् जय इति भवति, त्वं जय इति भवति. अत्र जी धातुतः क्त्वा प्रत्ययं योजयामः. क्त्वा प्रत्ययस्य योजनेन जित्वा इति भवति. अपि च अत्र किं ज्ञातव्यम् इत्युक्ते जी धातुः अनिट् धातुः इति कृत्वा, अनिट् धातुः अस्ति इति कृत्वा तत्र इडागमः न भवति. अत्र इकारः पूर्वमेव आसीत् इति कृत्वा केवलं जी योगः कत्वा प्रत्यये ककारः इति संज्ञकवर्णः. तत्र अनुबन्धलोपानन्तरम् इत्युक्ते ककारस्य लोपानन्तरं त्वा एव तत्र अवशिष्यते. केवलं वर्णमेलनं भूत्वा जित्वा इति रूपं भवति. जी धातुः अनिट् धातुः, किन्तु पट् धातुः सेट्. तत्र इडागमानुकूलता वर्तते. इडागमः भवितुं तत्र धातौ आनुकूल्यम् आवश्यकम्, अपि च प्रत्यये अपि इडागमानुकूलता अपेक्षितः इति कृत्वा अत्र धातौ इडागमानुकूल्यम् अस्ति, प्रत्यये अपि इडागमानुकूलता अस्ति इति कृत्वा पठित इत्यस्मिन् पदे इडागमः भवति. किन्तु जी धातोः प्रसङ्गे इडागमानुकूल्यं धातौ एव नास्ति. जी धातुः अनिट् धातुः. शत्रुप्रसङ्गे वदतु. शत्रु शत्रून् शत्रून् राम रामेण रामाभ्यां रामैः शत्रून् तृतीया विभक्ति गुरून् गुरून् शब्दं गुरु शत्रुः उकारान्त उकारान्तपुंलिङ्गः उकारान्तपुंलिङ्गशब्दः लिङ्ग शत्रुः शत्रुः उकारान्तपुंलिङ्गशब्दः शत्रुः इत्यस्य प्रसङ्गे वैरिः रिपुः अरिः उत्तमम् इत्यादीनि पदानि सन्ति. साधारणतया सुहृद् इति वदामश्चेत् सुहृद् इत्युक्ते मित्रं, किन्तु दुर्हृद् दुर्हृद् इति वदामश्चेत् शत्रुः. भुङ्क्ष्व राज्यं द्वितीयविभक्ति राज्यं भुङ्क्ष्व भुज् दातु भुनक्ति अत्र भुङ्क्ष्वा इति रूपं भुज् धातुः उभयपदी धातुः, किन्तु अत्र आत्मनेपदीरूपं मध्यमपुरुषे एकवचनं भुङ्क्ष्वा. उत्तमं. भवती एकवारं स्मारयति वा रूपाणि लोट् रूपाणि कोऽपि, नो चेत् कोऽपि स्मारयति वा अत्र? आं भगिनि. सुजाता भगिनी वदतु एकवारं, वदतु रूपाणि. भुक्तां भुञ्जातां भुञ्जतां उत्तमपुरुष मध्यमपुरुष भुङ्क्ष्व भुञ्जातां भुञ्ज्वं भुञ्जै जावहै भुञ्जावहै भुञ्जामहै. एतावत् अत्र भुज् धातोः आत्मनेपदी रूपं भुङ्क्ते लट्लकाररूपं, किन्तु अत्र लोट् रूपम् अस्ति भुङ्क्ष्व इति अस्ति. अग्रिमं वाक्यं पठतु भगिनि. भगिनि एकः सन्देहः, जित्वा तुमुन् प्रत्यय जे भवति किल, जेतुम् तत्र किमर्थं गुणः भवति इत्युक्ते तत्र अत्र एकं वदामि. अत्र जित्वा इत्यस्मिन् क्त्वा प्रत्ययः खित् प्रत्ययः अस्ति. यत्र यत्र खित् प्रत्ययः अस्ति चेत् क्निति च इति सूत्रेण एकं सूत्रमस्ति, क्निति च. अत्र क्निति च इति सूत्रेण कित्वम् अस्ति चेत् गुणकार्यं न भवति. क्निति च सूत्रं किं वदति? गुणवृद्धिनिषेधः भवतु इति क्निति च सूत्रं वदति. इत्युक्ते धातोः अनन्तरं कित् प्रत्ययः कित् प्रत्ययः वा नित् प्रत्ययः वा अस्ति चेत् तदा गुणवृद्धिः न भवति. तदर्थमेव जि जित्वा भवति, न तु जेत्वा. किन्तु तुमुन् प्रत्ययः कित् प्रत्ययः नास्ति. तुमुन् प्रत्ययः तुमुन् इत्यस्मिन् तत्र नकारस्य नकारः हलन्त्यम् इत्यनेन अपगच्छति, तुम् एव अवशिष्यते. तत्र तकारः आदिमवर्णः अस्ति, तत्र कित्वं नास्ति, नित्वमपि नास्ति, अतः कृति च इत्यस्य प्रसक्तिः नास्ति. तदर्थं गुणकार्यं भवति. धातुः अजन्तधातुः, धातुः जि धातुः अजन्तधातुः इत्युक्ते अन्तिमवर्णः इकारः अस्ति. तदर्थं सार्वधातुक अर्धधातुकयोः इति सूत्रेण तत्र जि जे भवति, जेतुम् इति रूपं भवति. धातुः अजन्तधातुः अस्ति चेत् सार्वधातुक अर्धधातुकयोः इत्यनेन गुणः भवति. धातुः हलन्तः अस्ति अपि च इगन्तः अस्ति चेत् भूगन्तलघुपदस्य च इत्यनेन गुणकार्यं भवति. एतावता गुणकार्यं भूत्वा जेतुम् इति रूपं भवति. इत्युक्ते धातोः अनन्तरम् एतानि सर्वाणि कृदन्तपदानि एव, धातुतः निर्मितानि. धातोः अनन्तरं कीदृशप्रत्ययः अस्ति, प्रत्ययः कीदृशः, तस्य स्वभावः कीदृशः इति ज्ञातव्यं. तदानीम् एव समीचीनं रूपं साधयितुं शक्नुमः. उत्तमम्. अत्र भूमा भगिनी वदतु. मयि एव मनः आदत्स्व, मयि एव मनः स्थापय. उत्तमम्. अत्र लोट् रूपं किम्? आधत्स्व. अत्र आधत्स्व इत्यस्मिन् प्रसङ्गे सुजाता भगिनी वदतु, इतोपि वदतु. आ उपसर्गसहित धाङ् धातुः धारणपोषणयोः सकर्मकः अनिट् धातु. अत्र उभयपदे अत्र धा धातुः धारणपोषणयोः इत्यस्मिन् अर्थे धा धातुः अस्ति, जुहोत्यादिगणीयधातुः धा धातुः. किन्तु परस्मैपदरूपं पश्यामश्चेत् दधाति अस्ति, किन्तु आत्मनेपदरूपं धत्ते धत्ते अस्ति, किन्तु आङ् उपसर्गपूर्वकः धा धातुः. आत्मनेपदरूपम् आधत्ते इति लट्लकाररूपं, किन्तु अत्र भगिनी एकवारं धत्ते तत्र धा धातोः लोट् रूपाणि एकवारं स्मारयतु. धत्तां वदतु भगिनी, भूमा भगिनी वदतु. दत्तां अत्र धत्तां दधातां दधतां ददस्व ददस्व दधे ददेतां अत्र सुजाता भगिनी एकवारं वदतु. आं भगिनि, दत्तां दधातां दधतां दधस्व दधातां दधद्वम्. एकवचनं लोट् एकवचनं वदतु, मध्यमपुरुषे एकवचनं. दधस्व तदेव अत्र दत्तमस्ति, धत्स्व धत्स्व. किन्तु अत्र आङ् उपसर्गपूर्वकः धत्स्व इति लिखितमस्ति. मनः आधत्स्व. अत्र मनः इति पदस्य विभक्तिः का? मनः द्वितीयविभक्ति. द्वितीयविभक्तिरूपमस्ति. एतावता मनः इत्युक्ते चित्तम्. चित्तं मयि एव आधत्स्व आधत्स्व इत्युक्ते स्थापय, मनः स्थापय, मयि एव मनः स्थापय. मयि मयि इति रूपं किं भगिनि वदतु? सप्तमी विभक्ति, अस्मद्शब्दस्य सप्तमी विभक्ति. उत्तमम्. अग्रिमं वाक्यम्. मन्मना भव. मत् मनं स्थापय, मय्येव मनं स्थापय. मनः, तत्र मनः शब्दः सकारान्तशब्दः अपि च नपुंसकलिङ्गपदमस्ति इति कृत्वा द्वितीयविभक्त्यां रूपं समानं. मनः मनसि मनांसि, मनः मनसि मनांसि इति कृत्वा मनम् इति असाधुरूपं. वदतु मन्मना भगिनि. किं भगिनि वदतु, पुनः पृच्छतु. भव भूधातु कर्मकधातुः अकर्मकधातुः. उत्तमं. भव भव इत्यस्य प्रसङ्गे वदन्ती आसीत्. शोभा भगिनी वदतु. तत्र मत् इति शब्दं दृष्टवती भगिनी. मत् इति अव्ययम् अपि अस्ति. तत्र पठामि भवती एव वदतु. मत् अव्ययं शब्दकल्पद्रुमे, अपि च अनहमहं, तत्र अनहम् इति तु घञ् प्रत्यय इति मन्ये, अतः तत्र विरुद्ध अहं न इति. अनहम् अहम्, अहम् अहं नास्मि इति वा? तत्र मन्मनः अपि च पूर्वमपि आगतः मत् चित्तः भव इति, एतत् रूपस्य उपयोगम् अभवत् वा? अत्र मत् इत्युक्ते अनहम् अहम्. अहं तत्र अद्वैत एव अस्ति किल भगिनि, अहम् अहं नास्मि. उत्तमं. किन्तु किम् अहं ब्रह्मास्मि, ब्रह्मास्मि इत्यस्य अन्येक रूपम् एतत् पदं ब्रह्मास्मि, अहम् अहं नास्मि, अनहम् अहम्. अनहम् अहम्. उत्तमम्. इतोपि वेदान्तपरिभाषा, वेदान्ते तादृश वेदान्ते कृष्णः एतत् वदति वा, अनः अहं भव इति तत्र अर्थः अस्ति वा? अहं द्वितीय एव नास्ति. Therefore, only when there is you, aham also will be there. Tvam, aham, dvaita. Tvam itself is not there, means there is no point in aham. Everything is... Ekameva. Ekameva. Apeksham. There is no point in saying aham, tvam. Then there is nothing. I mean, all one single only. And now I am telling I, because you are there. I am not. If you are not there, there is no need for me to say I at all, no? That's why anaham perhaps. I don't know, I just guess. Bhagini, tatra matmana bhava ityukte tadrisham. Manmana bhava iti prasange. Bhuma bhagini, bhavati kimapi vaktum ichchati va? Manmana bhava? Manmana bhava means... चित्तं मम पार्श्वे स्थापय, कथं कोऽपि न तिष्ठति. तत्र किञ्चित् वदामि. मन्मना भव इति अत्र एकं पदद्वयमेव अस्ति, अत्र सन्धिः अस्ति. मन्मनाः मन्मनाः भव इति अत्र विसर्गस्य लोपः अभवत्. अत्र आतः परस्य विसर्जनीयस्य तत्र तृतीयं सूत्रं विसर्गस्य लोपः भवति. मन्मनाः भव इति वाक्यमस्ति. अत्र मन्मनाः, अत्र वैशिष्ट्यम् अस्ति. किम् इत्युक्ते मन्मनाः इति पदं बहुवचनरूपम् इव दृश्यते, किन्तु तत्पदम् एकवचनं एकवचनं पदमस्ति. मन्मनाः समासः किल भगिनि? उत्तमम्. इत्युक्ते बहुव्रीहिसमासे तादृशानि पदानि सिद्ध्यन्ति. इत्युक्ते मयि मनः यस्य सः. आम्, तत्र भगिनी मनाः योगः भव अतः तत्र आतः परस्य विसर्जनीयस्य लोपः अखरि अखरि तृतीयसूत्रं तृतीयं सूत्रम् आतः परस्य विसर्जनीयस्य लोपः अखरि भकारः खर्वर्णः नास्ति इति कृत्वा अखरि विसर्गस्य लोपः भवति आतः परस्य आतः परस्य इत्युक्ते मन्मनाः इति तत्र आकारः अन्ते अस्ति इति कृत्वा यद्यपि इदं पदं बहुवचनं रूपम् इव दृश्यते तथापि एकवचनम् एव मन्मनाः इति एकवचनं मन्मनः इति बहुवचनरूपं भवति बहुव्रीहि समासः अस्ति अपि च मन्मनाः इत्युक्ते पूर्वं वयं दृष्टवन्तः मच्चित्तः मच्चित्तः इति पदमस्ति तादृशं पदमेव अर्थः समानः एव मच्चित्तः अथवा मन्मनाः सन्धि अपि भवति मत् प्लस् मना तकार मकार समी इन् फ्रण्ट् आफ् तकार एकं तकारस्य अनुनासिका तत्र जस्त्वम् अपि अनुनासिकसन्धिः भवति उत्तमम् एतावता यत्र यत्र समासः भवति तत्र सन्धिः नित्यः इति कृत्वा अस्मिन् पदे जस्त्वं भवति तदनन्तरं यरोनुनासिकेनु नासिको वा इति सूत्रेण तत्र अनुनासिक आदेशः भवति दकारस्य स्थाने तवर्गीय अन्तिमव्यञ्जनवर्णादेशः अभवत् तेन मन्मनाः किन्तु अत्र स्मर्तव्यः विषयः कः इत्युक्ते मन्मनाः इति पदम् एकवचनम् एकवचनमस्ति इति कृत्वा भव इति लिखितमस्ति त्वं मन्मनाः भव इति अर्थः बहुव्रीहिसमासप्रसङ्गे तादृशानि पदानि द्रष्टुं शक्नुमः अन्तिमं वाक्यम् अस्मिन् श्लोके चत्वारि पदानि अस्ति वदतु अस्मिन् श्लोके चत्वारि पदानि अस्ति चत्वारि पदानि सन्ति मन्मना मद्भक्ता मद्याजी मत्परायण मन्मनामव भक्ता भक्तो मद्याजी मां नमस्कुरु मामैवैषसि युक्तैव आत्मनां मत्परायणः मद्याजी मद्याजी इत्युक्ते मां यजति भजते भजते सः एव मद्याजी यथा महोदयेन उक्तमासीत् तत्र मन्मनाः मच्चित्तः मत्परायणः मद्भक्तः एतानि पर्यायवाचिनः शब्दाः महोदय भवान् करोतु अन्तिमं वाक्यं भगिनि मयि गृहपाठं न कृतवान् सज्जा नास्ति अस्तु पमेला भगिनी वदतु अन्तिमं वाक्यं करोतु मयि बुद्धिं निवेश्य निवेशय तदा मयि इति सप्तम्यन्तं पदं निवेश्य इति योजय इति अर्थः उत्तमम् अर्थं भवति मयि मयि त्वं मति योजयतु इति अर्थं भवति वा उत्तमं मयि शब्दस्य प्रातिपदिकम् अस्मत् शब्दः अस्ति खलु महोदय बुद्धिः इति पदं बुद्धिः बुद्धधातु बुद्धधातुः क्तिन् प्रत्ययः बुद्धिम् इति कर्मपदमस्ति बुद्धिं निवेशय वदतु निवेशय अहं दृष्टवती अतः वदामि भगिनि न तु अहं न जानामि सम्यक् नि उपसर्वक विश् धातु अस्ति गै प्रत्यय योजयित्वा भावे प्रयोगे भवति इति न न अत्र पश्यतु अत्र पश्यतु नि उपसर्गपूर्वकः विश् धातुः अस्ति अपि च निजन्तरूपमस्ति निजन्तरूपमस्ति इति कृत्वा निवेशयति ओ निवेशयति अहं निवेशयति इति लट्लकारक्रियापदमस्ति चेदेव लोट्लकारे मध्यमपुरुषरूपं निवेशय इति भवति. नियोगः विश्योगः निच् रूपमस्ति, अपि च लोट्लकारप्रत्ययः लोट्लकारे अस्ति. विश् धातुः विश् प्रवेशने इत्यस्मिन् अर्थे द्युदादिगणीयधातुः अस्ति, सकर्मकधातुः अस्ति. यदि साधारणं रूपं वक्तुमिच्छामश्चेत् विशति उत्तमं, विशितः विशन्ति प्रथमपुरुषे, मध्यमपुरुषे विशसि विशतः विशत, विशामि विशावः विशामः, लोट् लकारे भवति विशतु विशतात् विशताम् विशन्तु विश. अत्र सर्वयतु, अत्र केवलं विश् धातुं साधारणधातुं स्वीकृत्य वदामश्चेत् मध्यमपुरुष लोट् लकारे एकवचनं विश भवति. हा विश. किन्तु अत्र वेशय अस्ति, वेशय अस्ति इति कृत्वा अत्र निजन्तरूपम् इति अवगन्तव्यं. निवेशयति इति पदात् लोट्लकाररूपं साधितमस्ति. तत्र किमर्थं विश् धातोः गुणकार्यं भूत्वा, विश् धातुः इदुपदधातुः, उपधायाम् इकारः अस्ति, गुणः भवति इति कृत्वा निच्योजनस्य अनन्तरं तत्र गुणकार्यं भूत्वा निवेश अत्र बुद्धिः इति पदस्य सान्दर्भिक अर्थः, कान्टेक्स्चुवल् मीनिङ्ग् अस्मिन् वाक्ये किम् इत्युक्ते बुद्धिः इत्युक्ते मतिः अथवा चित्तम्. उत्तमम् उत्तमं भगिनि. अग्रिमं वाक्यं वदतु. महात्मनः गीताविषये एवं वदन्ति. एकवारं पुनः तदेव वाक्यं समीचीनतया वदतु. महात्मनः महात्मानः गीताविषये एवं वदन्ति. अत्र महात्मानः इति पदमस्ति, तस्मिन् प्रसङ्गे वदतु. महायोग आत्मन सन्धि भवति वा भगिनी? सवर्णदीर्घ. उत्तमम्. अत्र आत्मा इति कीदृशं पदम्? आत्मन् इति शब्द नकारान्तपदम्. नकारान्त रूपं न जानामि भगिनि. एकवारम् अत्र शुभदा भगिनी एकवारं स्मारयतु आत्माशब्दस्य रूपाणि. आं भगिनि, आत्मा आत्मा आत्मा आत्मानौ आत्मानः आत्मानम् आत्मानौ आत्मनः. उत्तमं, तावत् पर्याप्तम्. अत्र आत्मा इति नकारान्तपदमस्ति, किन्तु इदं पदं समस्तपदम्. इतोपि वदतु भगिनि, अत्र महात्मानः लिङ्गं किं, वचनं किम्? महात्मानः इति प्रथमा विभक्ति बहुवचन, महान् आत्मानः, महान् योगः आत्मानः भवति. अत्र किञ्चित् वदामि, महात्मानः इति पदं समस्तपदमस्ति, बहुवचने अस्ति. एकवचनं रूपं किम्? आत्मा. समस्तपदम् महात्मन् महात्मानः महात्मा. उत्तमम् उत्तमम्. अत्र एव दत्तमस्ति महात्मा गान्धिः. तत्र महात्मा इति एकवचनरूपमस्ति, महात्मा महात्मानौ महात्मानः इति प्रथमाविभक्त्यन्तरूपाणि सन्ति, किन्तु इदं पदं समस्तपदमस्ति. तत्र विग्रहवाक्यं वक्तुमिच्छामश्चेत् महान् आत्मा यस्य सः, बहुव्रीहि समासः अस्ति. महान् आत्मा इत्युक्ते महान् स्वभावः. यस्य सः, सः महात्मा. एकवचनं महात्मा, किन्तु बहुवचनं दत्तमस्ति. गीताविषयः वदतु एकवारं. गीतायाः विषये गीतायाः विषये भवितुमर्हति, किन्तु गीता इति विषयः, गीता इति विषयः अपि भवितुमर्हति. सम्भावनापूर्वपदकर्मधारयसमासः भवितुमर्हति. गीता इति विषयः. एवम्, एवम् इत्युक्ते इत्थम्, एवं रीत्या इत्युक्ते ईदृशप्रकारेण. इत्थं वदन्ति, वदन्ति प्रसङ्गे वदतु. उपधातोः लट् लकारे प्रथम पुरुष बहुवचन, बहुवचनं. गीता इत्युक्ते भगवद्गीता इति विषयः. भगवद्गीता इति पदमपि समस्तपदमेव. अत्र विग्रहवाक्यं भगवता गीता इति भवति. तत्र तृतीया तत्पुरुषसमासः भवति. एकवारम् अत्र परिच्छेदं पठतु. अस्तु. गीता तत्त्वोपदेशग्रन्थमात्रं न, इदं महत्त्वपूर्णं धर्मविषयकं किञ्चन काव्यं, यः अत्र यथा यथा अधिकं गाहते तथा तथा पुष्कलः अर्थः तेन प्राप्यते. इदं महान्तं जनसमूहम् उद्दिश्य एवं रचितम्. अत्र रुचिरा पुनरुक्तिः दृश्यते इति महात्मा गान्धिः वदति. वदतु भगिनी, अत्र प्रत्येकं वाक्यम् अथवा पदं स्वीकृत्य वदतु यत् जानाति. गीता तत्त्वोपदेशग्रन्थमात्रं न. गीता इति भगवद्गीता इति माला शब्दवत् आकारान्त स्त्रीलिङ्गशब्दः, प्रथमा विभक्ति एकवचन. गीता तत्त्वोपदेशग्रन्थमात्रं, ग्रन्थमात्रम् इति तत्त्वोपदेशग्रन्थं मात्रं न. ग्रन्थशब्दः लिङ्गं किम्? ग्रन्थः इति प्रथमाविभक्ति एकवचन. उत्तमं. ग्रन्थः पुंलिङ्गपदमस्ति. ग्रन्थः इत्यस्य अन्यत् पदमस्ति सन्दर्भः इत्युक्ते ग्रन्थः. तत्र ग्रध्यते अथवा विरच्यते इति ग्रन्थः इति तत्त्वोपदेशग्रन्थमात्रं. तत्त्वोपदेशः तत्र कीदृशं कार्यमस्ति? तत्त्वोपदेशः इति तत्त्वानाम् उपदेशः कुर्वन्ति. तत्त्वं, तत्त्वम् इत्यस्मिन् पदे पदद्वयं किम्? तत्त्वं, तत् योगः त्वम्. ओके. तत् योगः त्वं, तत्त्वम्. अत्र तकारद्वयं लिखितमस्ति. तत्त्वोपदेशः, तत्र गुणसन्धिः भवति. तत्त्वोपदेशग्रन्थमात्रं न. एतावता एतत् पदं समस्तपदमस्ति. बहवः समासाः सन्ति तस्मिन् पदे. न इति पदं, न इति वर्णः दन्त्यनकारः, दन्त्यः इति कथनेन दन्तेषु भवं दन्त्यं, दन्तेषु भवः दन्त्यः. तत्र दन्त्यः, ओष्ठ्यः, कण्ठ्यः, कर्ण्यः इत्यादयः शब्दाः सन्ति. दन्त्यम्, ओष्ठ्यं, कण्ठ्यं, कर्ण्यं. तत्र एकं सूत्रमस्ति, मूर्धन्यम्. उत्तमं भगिनि. उत्पत्तिस्थानानि. तत्र एकं सूत्रमस्ति, शरीरावयवाच्च इति सूत्रमस्ति. तेन सूत्रेण दन्त्यम्, ओष्ठ्यम् इत्यादीनि पदानि निर्मितानि. अग्रिमं वाक्यम्. इदं महत्त्वपूर्णं धर्मविषयकं किञ्चन काव्यम्. इदम् इति इदं शब्दस्य द्वितीया विभक्ति. अत्र विभक्तिः का अस्मिन् वाक्ये इदं शब्दस्य? इदं शब्दस्य विभक्ति प्रथमा प्रथमा विभक्ति एकवचनम् अत्र किं लिखितमस्ति इदं काव्यम् इदं काव्यं कीदृशं महत्वपूर्णं महत्वपूर्णं धर्मविषयकं काव्यं काव्यं नपुंसकलिङ्गम् अस्ति अतः तस्य विशेषणम् इदम् इदं महत्वपूर्णं धर्मविषयकम् एतानि सर्वाणि काव्यं शब्दस्य विशेषणानि किञ्चनापि तत्र ग्रन्थः अस्ति चेत् किं वदामः एतदेव वाक्यम् अन्तिमं पदम् अत्र काव्यम् इति नपुंसकलिङ्गपदम् अस्ति इति कृत्वा एतत् सर्वं लिखितं किन्तु ग्रन्थः अस्ति चेत् वाक्यं परिवर्त्य वदतु अयं महत्त्वपूर्णः धर्मविषयकः कश्चन ग्रन्थः उत्तमं कश्चन ग्रन्थः महत्त्वपूर्णं महत् शब्दस्य रूपाणि एकवारं स्मारयतु महत् शब्दः ट्रैङ्ग् टु रिकलेक्ट् महत् शब्द दकारान्त पुल्लिङ्गशब्दः भवति महत् महतौ महत् महतः अत्र इतोपि सूर्यकुमारी भगिनी एकवारं महत् शब्दस्य रूपाणि पुंलिङ्गे वदतु प्रथमाविभक्त्यां महान् महान्तौ महान्तौ महान्तौ क्षम्यतां भगिनी चिन्ता मास्तु महान्तः तत्र दीर्घत्वमस्ति महान् महान्तौ महान्तः अत्र अस्मिन्नेव परिच्छेदे पश्यतु महान्तम् इति लिखितमस्ति इत्युक्ते तत्पदं कीदृशं महान्तम् इदं महान्तं जनसमूहं तत् ओके महान्तमिति महान्तमिति द्वितीया विभक्ति एकवचनम् उत्तमं कस्य पदस्य विशेषणं तत्र जनसमूहम् उत्तमम् अत्र पदमस्ति जनसमूहः महान् जनसमूहः किन्तु अत्र महान्तं जनसमूहम् उद्दिश्य उद्दिश्य इति कीदृशं पदम् उद्दिश्य इति लबन्धपदम् इत्युक्ते इत्युक्ते ल्यबन्तपदमपि कर्मपदं स्वीकरोति इति कृत्वा तस्मिन् वाक्ये इदं महान्तं जनसमूहम् एकमेव कर्मपदं जनसमूहम् इति कर्मपदमस्ति तस्य विशेषणं महान्तम् अत्र यथा द्वितीयं वाक्यं धन्यवादः भगिनी अत्र सूर्यकुमारी भगिनी भवती अग्रिमं वाक्यं यः अत्र वदतु अत्र रुचिरा पुनरुक्तिः दृश्यते तस्मात् पूर्वं यः अत्र यथा यथा अधिकं गाहते अत्र यथा यथा अधिकं गाहते तदा तदा पुष्कलः अर्थः तेन प्राप्यते यः ते यथा यथा अधिकं ग्राहते गाहते आधिक्येन पठिष्यते तदा तदा पुष्कलं अधिकम् अर्धः तेन प्राप्यते उत्तमम् अत्र वाक्यं कर्मणि प्रयोगे अस्ति कर्मणि प्रयोगे वाक्यं कथमस्ति यः अधिकं गाहते तेन तेन पुष्कलः अर्धः प्राप्यते तेन किं प्राप्यते अर्थः प्राप्यते अर्थः कीदृशः पुष्कलः अर्थः इत्युक्ते यः कोऽपि पुरुषः अधिकम् अधिकं पठति अवगन्तुमिच्छति तेन अधिकः अर्थः प्राप्यते इति विषयः। भगिनी तत्र गहनेन पठ्यते इति अर्थे किल गाहते गहनेन गहनं गहनम् गहनम् इति पदमस्ति। गहनम् इत्युक्ते डैविङ्ग् अस्तु अथवा प्लञ्जिङ्ग् इन् प्लञ्जिङ्ग् इति अस्तु अस्तु अहं चिन्तितवती गहनम् इत्यस्य पदेन आगतं वा इति नास्ति वा। गाहते इति पदात् एव ल्युडन्तपदं गाहनम् अवगाहनम् इति पदं साधारणं पदमेव। एण्टर् डीप्लि इन् अथवा एब्सार्ब्ड् इन् पुरुषः अधिकम् अधिकं गाहते यदा यदा अधिकम् अधिकं गाहते तदा तदा पुष्कलः अर्थः तेन प्राप्यते प्राप्तुं वदतु। गाहधातु अर्थं अष्टाध्यायी दत्तम् अष्टाध्यायं गाहुं विलोढने टु डिस्ट्राय् टु कौण्टर् अटाक् तदेव अर्थं भगिनि तादृश अर्थः अत्र नास्ति इति भाति अत्र नास्ति भगिनि अत्र वाक्यम् एकवारं ललिता भगिनी भवती एतदेव वाक्यम् अत्र वाक्यं कर्मणि प्रयोगे अस्ति कर्तरिप्रयोगे किञ्चित् परिवर्त्य वदतु। यः अत्र यथा यथा गाहते तथा अर्थः तेन प्राप्यते। नमस्कारः अत्र यथा यथा अधिकं गाहति पुष्कलः अर्थः तेन प्राप्यते विशुद्धेन कर्मणि प्रयोगः सम्पूर्णं वाक्यं कर्तरिप्रयोगे वदतु। ओके तेन विवेकं सः प्राप्यते अर्थः सः प्राप्यते प्राप्यते न प्राप्नोति सः प्राप्नोति। सो यः अत्र यथा यथा अधिकं गाहते तथा तथा पुष्कलम् अर्थं सः प्राप्नोति। उत्तमम् उत्तमं भगिनी इत्युक्ते अत्र धन्यवादः यः यथा यथा अधिकं गाहते तथा तथा सः पुष्कलम् अर्थं प्राप्तुं शक्नोति अथवा प्राप्नोति इति अर्थः। भवती एव वदतु अग्रिमे वाक्ये इतोपि वैशिष्ट्यम् अस्ति वा। इदं महान्तं जनसमूहम् उद्दिश्य एव रचितं रचितम् इति कीदृशं पदम् रचितं क्तान्तप्रयोगः क्ताप्रत्ययान्तरूपं रचित अत्र रचितम् इति काव्यं रचितं काव्यं महान्तं काव्यं रचितं केन रचितं व्यासमहर्षिणा ओके व्यासमहर्षिणा रचितम् इदं काव्यम् अपि च अत्र इदं महान्तं जनसमूहम् उद्दिश्य तत् चर्चितमासीत्। अन्तिमं वाक्यम् अत्र रुचिरा पुनरुक्तिः दृश्यते रुचिरा स्त्रीलिङ्गपदमस्ति रुचिरा इति रुच् धातुः पुनः तत्र पुनरुक्तिः तत्र सन्धि अस्ति अत्र पुनरुक्तिः पुनरुक्तिः इति पदस्य विशेषणं किम् रुचिरा रुचिरा रुचिरा इति पदं विशेषणमस्ति इति कृत्वा त्रिषु लिङ्गेषु रूपाणि भवन्ति नपुंसकलिङ्गे रुचिरं भवति त्रिषु लिङ्गेषु तस्य रूपाणि भवन्ति किन्तु उक्तिः इति पदं स्त्रीलिङ्गपदमस्ति इति कृत्वा अत्र रुचिरा पुनरुक्तिः अत्र उक्तिः इति पदं वच् धातोः रूपं वच् धातुतः क्तिन् प्रत्ययस्य तस्मिन् प्रत्ययस्य योजनेन उक्तिः इति रूपं सिद्ध्यति. तत्र वच् धातुतः उक्तिः इति कथं भवति इति चिन्तयामश्चेत् क्तिन् प्रत्ययः कित् प्रत्ययः कित् प्रत्ययः अस्ति इत्युक्ते कदारः इत्यस्य कवर्णः अस्ति इति कृत्वा यत्र यत्र किति परे तत्र सम्प्रसारणकार्यं भवति. वचिस्वपि यजादीनां किति इति एकं सूत्रमस्ति. तेन सूत्रेण वच् धातोः प्रसङ्गे किति प्रत्यये परे सम्प्रसारणं भूत्वा, सम्प्रसारणम् इत्युक्ते तत्र वकारस्य स्थाने उकारः आगतः, तेन उक्तिः इति रूपं सिद्ध्यति. पुनरुक्तिः इति पदम् अत्र अस्मिन् ग्रन्थे पुनरुक्तिः दृश्यते. पुनरुक्तिः कीदृशी? रुचिरा पुनरुक्तिः इत्युक्ते बहु इण्ट्रेस्टिङ्ग् रुचिरकरम् इण्ट्रेस्टिङ्ग् पुनरुक्तिः दृश्यते अस्मिन् ग्रन्थे. दृश्यते इति कीदृशं पदम्? दृश् धातुः दृश्यते कर्मणि दृश् धातोः रूपम् अस्ति. दृश्यते दृश्येते दृश्यन्ते दृश्यसे दृश्येते दृश्यत्वं दृश्यै दृश्यावहे दृश्यामहे. अत्र कर्मणि लट् लिखितमस्ति. अत्र अरुणभगिनी एकवारं स्मारयतु, दृश्यते इति कर्मणि लट् अस्ति. अत्र इतोपि भवती यद् जानाति कर्मणि प्रसङ्गे? सार्वधातुके यत् प्रत्ययः आगच्छति यक् इति आर्धधातुकप्रत्ययः अपित् कित् अपि अस्ति इति नेति सूत्र कार्याणि भवन्ति. तदनन्तरं भावकर्मणोः इति सूत्रेण आत्मनेपदे प्रत्ययः विधीयन्ते. उत्तमम्. अत्र विषयद्वयं स्मर्तव्यं. कर्मणि प्रयोगे लट् लकारप्रसङ्गे सूत्रद्वयमस्ति. प्रथमं सूत्रं यथा भगिन्या उक्तमासीत् सार्वधातुके यक् इति एकं सूत्रमस्ति. सार्वधातुके यक् अनेन सूत्रेण यक् विधीयते. यक् इति प्रत्ययः कित् प्रत्ययः. तदर्थमेव कर्मणि प्रयोगे साधारणतया यकारः दृश्यते. तदर्थमेव अत्र दृश्यते. अत्र यकारः कुतः आगतः इत्युक्ते सार्वधातुके यक् इति सूत्रेण यक् प्रत्ययः विधीयते कर्मणि प्रयोगे. सः एकः विषयः. अन्यः विषयः अस्ति भावकर्मणोः इति एकं सूत्रमस्ति. तेन सूत्रेण आत्मनेपदिप्रत्ययः विहितः भवति. तदर्थमेव ते इति अन्ते श्रूयते. ते इति किमर्थमस्ति अन्ते इत्युक्ते भावकर्मणोः इति सूत्रेण आत्मनेपदिप्रत्ययः विहितः भवति कर्मणि प्रयोगे इति कृत्वा अत्र सूत्रद्वयं वर्तते. भावकर्मणोः एकं सूत्रं, सार्वधातुके यक् इति अन्यत् सूत्रम्. एताभ्यां द्वाभ्यां सूत्राभ्याम् अत्र दृश्यते इति पदं निर्मितम्. अपि च अत्र महात्मा गान्धी इति वदामश्चेत् तत्र महात्मा, महान् आत्मा यस्य सः, बहुव्रीहिसमासयुक्तं पदं, समस्तं पदम्. अपि च प्रथमाविभक्ति एकवचनरूपं महात्मा इति लिखितमस्ति. अपि च अस्माकं पार्श्वे कथाद्वयमस्ति. सर्वे पठन्तु. अग्रिमे सप्ताहे पुनः एकवारं मिलित्वा तयोः विषये चर्चयिष्यामः. अधुना अत्र स्थगयामः. सर्वेषां धन्यवादः. धन्यवादः भगिनी. नमस्कारः.